पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 253 पार्वत्युवाच भगवन् सर्वमाख्यातं वैभवावस्थितं हरेः ये तस्मिन् राम कृष्णाभ्यां चरित्रमधिविस्मितम् अहो रामस्य चरितं कृष्णस्य च महात्मनः शृण्वत्या मम देवेश कल्पान्तरशतैरपि तृप्तिं नैवेदि भूदेश चेदो हरिकथामृतम् अधुना श्रोतुमिच्छामि विष्णोर्माहात्म्यमुत्तमं तत्पूजनविधिं देव श्रोतुमिच्छाम्यहं तथा श्रीरुद्र उवाच शृणु देवि प्रवक्ष्यामि हरेश्च सुमहात्मनः स्थापनं च स्वयं व्यक्तं द्विविधं तत्प्रकीर्तितं शिलामृद्धारुलोहाध्यै कृत्वा प्रतिकृतिं हरेः श्रौदस्मार्तागमप्रोक्तक्रिया संस्थापनं हि यत् तस्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणु यस्मिन् संनिहितो विष्णुः स्वयमेव नृणां भुवि पाषाणदार्वोरात्मेश स्वयं व्यक्तं हि तत्स्मृतम् स्वयं व्यक्तं स्थापितं वा पूजयेन्मधुसूदनं देवतानां महर्षीणामर्चनार्थे सनातनः स्वयमेव जगन्नाथसान्निध्यं यादि केशवः यस्य यद्विग्रहे भोग्यं तदेवा विरभूद्भुवि तदेव पूजयेन्नित्यं तस्मिन्नेव रमेत् सदा श्रीरङ्गशायी देवेशो विधिनार्च्य सुरोत्तमः स एवेक्ष्वाकुनाथानां तपसा विरभूद्भुवि ममापि काश्यां सम्पूज्यो माधवकलुषापहः यत्र यत्र गृहे रम्ये स्वयं व्यक्तः सनातनः तत्र तत्र समागम्य रमेऽहं संव्यवस्थितः नाष्टाङ्गयोगे यज्ञेशस्त्वर्चायां विन्ददे नृणां चक्षुषोर्विषयं प्राप्य ददाति वरमीप्सितं सर्वावस्थासु सौलभ्यमर्चायां लभ्यते जनैः अज्ञानामपि सान्निध्यं सर्वदा पृथिवीतले जम्बूद्वीपे महापुण्ये वर्षे वै भारते शुभे अर्चायां सन्निधौ विष्णोर्नेतरेषु कदाचन तत्तस्माद्भारते वर्षे मुनिभिस्त्रिदशैरपि सेवितसततं देवि तपो यज्ञक्रियादिभिः भारतेऽस्मिन्महावर्षे नित्यं संनिहितो हरिः ऐन्द्रद्युम्ने तथा कौर्मे सिंहाद्रौ करवीरके काश्यां प्रयागे सौम्ये च शालग्रामाचले तथा द्वारवत्यां नैमिषे च तथा बदरिकाश्रमे कृतशौचे हरेत्पापं पौण्डरीके च दण्डके माधुरे वेङ्कडाद्रौ च श्वेताद्रौ गरुडाचले कांच्यामनन्दशयने श्रीरङ्गे वासवाचले नारायणाचले सौम्ये वाराहे वामनाश्रमे एवमाद्या स्वयं व्यक्ता सर्वकामफलप्रदाः स्वयमेव हि सान्निध्यं यस्मिन्यादिजनार्दनः तस्मिन्नेव स्वयं व्यक्तं वदन्ति मुनयशुभाः महाभागवतश्रेष्ठो विधिनास्ताप्य केशवं मन्त्रेण कुर्यात् सान्निध्यं स्थापनं तद्विशिष्यते तस्मिन् सम्पूजयेद्देवं ग्रामेषु च गृहेषु च शालग्रामशिलायान्तु गृहार्चा सद्भिरिष्यते अर्चनं मन्त्रपठनं यागयोगो महात्मनः नामसङ्कीर्तनं सेवा तच्चिह्नैरङ्गनं तथा तदीयाराधनं च स्यान्नवधा भिद्यते शुभे तत्तत्कर्मविधानं च विप्रस्य सततं स्मृतं महाभागवतश्रेष्ठो ब्राह्मणो वै गुरुर्नृणां सर्वेषामेव लोकानामसौ पूज्यो यथा रे हरिः तापादिपञ्चसंस्कारि नवेज्या कर्मकारकः अर्धपञ्चकविद्विप्रो महाभागवतस्मृतः तत्तत्कर्म विधाने ज्याक्षत्रियस्य विधीयते तच्चिह्नैरङ्गने सेवा तदीयानां च पूजनं मन्त्रवर्णस्य जपनं नामसङ्कीर्तनं हरेः वन्दनं च विशं प्रोक्तं षट्कर्मे ज्याविधानतः नामसङ्कीर्तनं सेवा पूजनं वन्दनं तदा अर्चनं च तदीयानां पञ्चेज्या शूद्रजन्मनः साधारणेन सर्वेषां मानसेज्या नृणां प्रिये स्वाधिकारानुरूपं च कार्याचेज्या जगत्पदेः अनन्यदेवता भक्तैरनन्यफलसाधकैः वेदविद्ब्रह्मतत्त्वज्ञैर्वीदरागैर्मुमुक्षुभिः गुरुभक्तिसमयुक्तैः सुप्रसन्नैः सुसाधुभिः ब्राह्मणैरितरैश्चापि पूजनीयो हरिः सदा यथोचिता च वर्णस्य कार्या इज्या हरेर्नृणां वर्णाश्रमानुरूपं च कर्तव्यं वैष्णवै शुभैः श्रुति स्मृत्युदिदं सम्यग् नित्यमत्र समाचरेत् श्रुति स्मृत्युक्तकर्माणि नाधिक्रामेद बुद्धिमान् श्रुति स्मृत्युक्तमाचारं यो न सेवेद वैष्णवः स च पाखण्डमापन्नो रौरवे नरके वसेद तस्माद्वर्णानुरूपां वै कुर्यादिज्यां जगत्पतेः तस्मास्मृत्युक्तमाचारं कुर्याद्वै मानवः सदा साधारणा हि सर्वेषां मानसेज्या शुभे नृणां स्वाधिकारं निरीक्ष्यैव कर्म कुर्यादतन्त्रितः शमो दमस्तपशौजं सत्यमामिषवर्जनम् अस्तेयमेवाहिंसा च सर्वेषां धर्मसाधनं तस्माद्वर्णानुरूपेण पूजयेन्मधुसूदनं रात्रा वन्दे समुद्धाय उपस्पृश्य यथाविधि नमस्कृत्य गुरुन् स्वस्य संस्मरेदच्युतं हृदि सहस्रनामाभिर्भक्त्या कीर्तयेद्वाग्यदशुचिः बहिर्ग्रामात् समुत्सृज्य मूलमन्त्रं यथाविधि शौचं कृत्वा यथा न्यायमाचम्य प्रयतशुचिः दन्तधावनपूर्वं तु स्नानं कुर्याद्यथा विधि आदाय तुलसीमूलमृतं तत्पत्रसंयुताम् मूलमन्त्रेणाभिमन्त्र्य गायत्र्या च शुभानने मन्त्रेणैवानुलिप्ताङ्गः स्नायात् कृत्वा खमर्षणं हरिपादोद्भवां गङ्गां तत्रावाह्य सुनिर्मले निमज्याशु जपेत् सूक्तमखमर्षणमुत्तमम् आचम्यमार्जनं कुर्यात् पौरुषोक्तक्रमादध पश्चादाशु निमज्याथ मूलमन्त्रं जपेद्बुधः अष्टाविंशतिवारं वा शतमष्टोत्तरं च वा प्रार्थयेदभिमन्त्र्याथ जलमन्त्रेण वैष्णवः आचम्य तर्पयेद्देवान् ऋषींश्चैव पितृंस्तद्धा निपीड्य वस्त्रमाचम्य धौदवस्त्रेण वेष्टितः विमलां मृत्तिकां रम्या मादाय द्विजसत्तमः मन्त्रेणैवाभिमन्त्र्याथ ललाडादिषु वैष्णवः धारयेदूर्ध्वपुण्ड्रानि यथा सङ्ख्यमदन्द्रितः उपास्य विधिवत् सन्ध्यां सावित्रीं च जपेद्बुधः संयदात्मा गृहं गत्वा पादौ प्रक्षाल्य वाग्यदः आचम्यैकाग्रमनसा पूजामण्डपमाविशेत् रम्ये शुभ्रतरे पीठे पुष्पोपचय शोभिते तस्मिन्निवेश्य देवं तं लक्ष्मीनारायणं प्रभुं पूजयेद्विधिना सम्यग् गन्धपुष्पाक्षतादिभिः स्थापने वा स्वयं व्यक्ते गृहार्चायां विधानतः श्रौतस्मार्तागमोक्तानामर्चनं विधिना द्विजः कुर्याद्भक्त्या यथार्हं च विष्णोः प्रयतमानसः यथोपदिष्टं गुरुणा तथा कुर्वीद वैष्णवः श्रौतं वैखानसं प्रोक्तं वासिष्ठं स्मार्तमुच्यते पञ्चरात्रविधानं च दिव्यागममितीरिदं क्रियालोपं न कर्तव्यं विष्णोराराधनं परम् आवाहनासनार्घ्याद्यैर्गन्धपुष्पाक्षतादिभिः धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलाद्यैर्नमस्कृतैः कुर्यादाराधनं विष्णोर्यथाशक्रिया मुदान्वितः प्रत्यर्चं पुरुषसूक्तेन मूलमन्त्रेण वैष्णवः मन्त्रद्वयेन कुर्वेद षोडशैरुपचारकैः भूय प्रत्युपचारेषु दद्यात् पुष्पाञ्जलिं ततः आवाहये जगन्नाथं मुद्रया चैव वैष्णवः आसनं तु यथा दद्यात् पुष्पकेण च मुद्रया दीपार्घ्या चमनं स्नानं पात्रस्थैर्विमलैर्जलैः मङ्गलद्रव्यसंयुक्तैस्तुलसीदलमिश्रितैः दद्यात् प्रत्युपचारं तु मूलमन्त्रद्वयेन च सुवासितेन तैलेन कुर्यादभ्यञ्जनं ततः कस्तूर्या छन्देनेनापि कुर्यादुद्वर्तनादिकं सुगन्धवासितैस्तोयैष्णाप्य मन्त्रयुधैः शुभैः वस्त्रैराभरणैर्दिव्यैरलङ्कृत्य यथाविधि मधुपर्कं ततो दद्याद्गन्धं दद्यात् सुवासितं सुरभीणि सुपुष्पाणि भक्त्या सम्यग् निवेदयेद धूपं दशाङ्गमष्टाङ्गं दीपं च सुमनोहरं नैवेद्यं विविधं दद्यात् पायसा पूपमिश्रितं कर्पूरं तु सताम्बूलं भक्त्या चैव निवेदयेद् दीपैर्निराजनं कृत्वा पुष्पमालां समर्चयेद् परिणीय प्रणम्याध स्तुत्वा स्तोत्रैरनुत्तमैः गरुडाङ्गे शाययित्वा मङ्गल्यार्घ्यं निवेदयेद् सङ्कीर्त्यनामभिपुण्यैः पश्चाद्धोमं समाचरेत् हरेर्नैवैद्यशेषेण जुहुयाद्वह्निमण्डले प्रत्यर्चं पौरुषं सूक्तं श्रीसूक्तं मङ्गलाह्वयम् होदव्यमाज्यसम्मिश्रं हविषा वैदिकानले प्रोक्तेन मन्त्ररत्नेन जुहुयात् भक्तिसंयुतम् अष्टोत्तरशतवारमष्टाविंशतिमेव च यज्ञरूपं महाविष्णुं ध्यायन्वै जुहुयाद्धविः शुद्धजाम्बुनदनिभं शङ्खचक्रगदाधरं समस्तवेदवेदान्तसाङ्गोपाङ्गयुधं प्रभुं देव्याश्रिया समासीनं ध्यात्वा होमं समाचरेद एकैका माहुदिं पश्चान्नामभिर्जुहुयाद्धविः नित्यान् भक्तान् समुदिदश्य महाभागवतोत्तमः भूलीला विमलाद्याश्च शक्तयः प्रथमं क्रमाद अनन्तं विहगेन्द्रादिदेवतास्तदनन्तरं वासुदेवादयः पश्चात् तथा शक्त्यादिदेवताः मूर्तह्यः केशवाद्याश्च तथा सङ्घर्षणादयः मत्स्यकुमादयश्चैव तथा चक्रादिहेदयः कुमोदादयश्च त्रिदशास्तथा चन्द्रादिदेवताः इन्द्रादिलोकपालाश्च तथा धर्मादिदेवताः होधव्याक्रमशास्तस्मिन् सम्पूज्याश्च विशेषतः एतद्वैकुण्ठहोमं तु महाभागवतोत्तमः नित्यार्चनविधौ नित्यं कुर्वीद सुसमाहितः गृहार्चने गृहद्वारि पञ्चयज्ञविधानतः दत्त्वा बलिविधानेन पश्चादाचमनं चरेद उपविश्यासने शुभ्रे कृष्णाजिन कुशोत्तरे मन्त्रयोगे प्रकुर्वीद भोगार्थं सुखमात्मनः सम्यक् पद्मासनासीनो भूतशुद्धिं समाचरेद प्राणायामत्रयं कुर्यान्मन्त्रेण विजितेन्द्रियः उदङ्मुखं तद कृत्वा हृत्पङ्कजमनुत्तमं विकासं तस्य कुर्वीद विज्ञानरविणा हृदि तत्कर्णिकायां वह्न्यर्कशशिबिम्बान्यनुक्रमाद् त्रयं त्रयीमये तस्मिंश्चिन्तयेद्वैष्णवोत्तमः नानारत्नमयं पीठं तेषामुपरि चिन्तयेत् तस्मिन् हृत् पद्ममूलान्ते बालार्कसदृशद्युतिम् अष्टैश्वर्यदलं पद्मं मन्त्राक्षरमयं चरेद् तस्मिन् देव्या समासीनं कोटिचीदांशुसन्निभं चतुर्भुजं सुन्दराङ्गं शङ्खचक्रगदाधरं पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितं श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रधरं प्रभुं विचित्राभरणैर्युक्तं दिव्यमण्डनमण्डितं दिव्यचन्दनलिप्ताङ्गं दिव्यपुष्पोपशोभितं तुलसीकोमलदलवनमालाविभूषितं बालार्ककोटिसदृश्यं कान्त्या देव्या श्रिया सः सर्वलक्षणलक्षण्या समाश्लिष्टतनुशिवम् एवं ध्यात्वा जपेन्मन्त्रं समाहितमनाशुचिः सहस्रं शतवारं वा यथाशक्त्याथवापि च मनःसैवार्चनं कृत्वा विरमे तत्र भक्तितः तदीयानर्चयेद्भक्त्या तस्मिन् काले समागतान् तर्पयित्वान्न पानाद्यैरनुव्रज्य विसर्जयेत् अर्चयित्वा पितॄन् देवांस्तर्पयेच्च विधानतः सम्पूज्यातिथिभृत्यांश्च भुञ्जीयादां च दम्पती यक्षराक्षसभूतानामर्चनं वर्जयेत् सदा यो मोहात् कुरुते विप्रः स चाण्डालो भवेद्ध्रुवम् यक्षाणां च पिशाचानां मध्यमांसभुजां तथा दिवौकसां तु भजनं सुरापानसमं स्मृतं ब्रह्म राक्षसवेदालयक्षभूतार्चनं नृणां कुम्भीपाक महाघोरनरकप्राप्तिसाधनं कोटिजन्मकृतं पुण्यं यज्ञदानक्रियादिकं सद्य सर्वं लयं व्याधि यक्षभूतादिपूजनात् स्त्रियो वा पुरुषो वापि यक्षभूतादिकार्चनात् कल्पकोटिसहस्राणि कल्पकोटिशतानि च कृमिर्भूत्वाथ विष्ठायां पितृभिः सह मज्जति यक्षाणां च पिशाचानां तामसानां दिवौकसां निवेदितान्नं योष्णादि पूयशोणितभुग्भवेद यक्षान्भूतगणांश्चान्यान् क्रूरान्वै ब्रह्मराक्षसान् उद्दिश्य भुङ्क्ते यो विप्रसद्यश्चाण्डाल एव सः या नारी पूजयेद्यक्षान् पिशाचोरगराक्षसान् सायादिनरकं घोरं कालसूत्रमधोमुखि पितृभिः सह कल्पान्धमुषित्वा तत्र दारुणे लिहन्मूत्रपुरीशं वै कृत्स्रात्सूजिमुखैस्तथा कृमिभिर्भक्षमाणाङ्गो यावदाभूतसम्प्लवं पश्चाद्भूमौ दशहेषु जायते शतसङ्ख्यया तस्माद्यक्षादिकानां च देवानामर्चनं त्यजेत् स्वतन्त्रपूजनं यत्र वैदिकानामपि त्यजेत् अर्चयित्वा जगद्वन्द्यं देवं नारायणं हरिं तदावरणसंस्थानं देवस्य परितोर्चयेद् हरेर्भुक्तावशेषेण बलिं तेभ्यो विनिः क्षिपेत् होमं चैव प्रकुर्वीद तच्छेषेणैव वैष्णवः हरेर्निवेदितुं सम्यक् देवेभ्यो जुहुयाद्धविः पितृभ्यश्चापि तद्दद्यात् सर्वमानं त्यमाप्नुयात् प्राणिनां पीडनं यत्तद्विदुषां निरयाय वै अदत्तं चैव यत्किञ्चित् परस्वं गृह्यते नरैः तेयं तद्विधिगिरिजे नरकस्यैव कारणं लशुनं मद्यपानादिमूलकं गृञ्जनं तथा तिलपिष्टं शिघ्रुबिल्वं तथा कोशातकीं तथा अलाभुं चैव वार्ताकं बीजालद्यं कवानि च एव मन्यान्यभक्ष्याणि शास्त्रदृष्टानि वै नरः कादन्नरकमाप्नोति विचित्रमशिवं तथा अवैष्णवानां यच्चान्नं पतितानां तथैव च अनर्पितं तथा विष्णोः स्वमांससदृशं भवेद् यक्षराक्षसभूतान्नं सुरामद्यं च गृञ्जनं योष्णादिनिरयं यादि भूयशोणितभोजनं येदै संस्थापनस्पर्श सह वासादिभिर्नरः तेऽपि यान्त्येव निरयं विण्मूत्र कृमिभोजनं पतितानां च संसर्गात् पाखण्डानां तथैव च सर्वयज्ञस्य भोक्तारं पुराणं पुरुषोत्तमं ज्ञात्वा सर्वं प्रकुर्वीद नित्यनैमित्तिका क्रियाः यक्षराक्षसभूताश्च कूष्माण्डगणभैरवाः नार्चनीयाः सदा देवि स्वर्गलोकमभीप्सुभिः यक्षराक्षसभूतानामर्चनं वर्चयेद्विजः पैशाचत्वमवाप्नोति कल्पकोटिशतत्रयम् तस्माद्राक्षसभूतानामर्चनं प्रतिषिध्यते कल्पकोटिसहस्राणि कल्पकोटिशतानि च रौरवं नरकं यादि यक्षभूतगणार्चनाद् शङ्खचक्रादिभिश्चिह्नैरन्यै प्रियतमैर्हरेः रहित सर्वधर्मेभ्य प्रच्युतो नरकं व्रजेद अगम्यागमनाद्धिंसा परद्रव्यापहारणाद् अभक्ष्य भक्षणासद्यो नरकं समवाप्नुयाद् यस्तु पाणिगृहीतां च हित्वान्यां यो स्त्रियं व्रजेद आगम्यागमनं तद्धि सद्यो नरककारकं पतितानां च संसर्गात् पाखण्डानं तथैव च विकर्मस्थानां च तदा यात्येव निरयं नरः संसर्गिणां च संसर्गं तत्संसर्गमपि त्यजेत् वैष्णवकुलमेकं तु वर्जयेत् पापसंयुतम् एकान्ती सां त्यजेत् ग्रामं महापादकमिश्रितं तथैव परमेकान्ती तद्देशमपि वर्जयेद् स्वकर्मज्ञानभक्त्यादि साधनं वैष्णवं स्मृतं हरेराज्ञानुरूपेण कर्मज्ञानादि यश्चरेद् स एकान्ती भवेद्विप्रो वासुदेव परायणः अकृत्यं वैष्णवपापबुद्ध्या सम्यक् परित्यजेद् एकान्ती सन्त्यजेच्छास्त्रं दूषणान् मनसापि च तथैव परमैकान्ती ह्ययबुद्ध्या परित्यजेद् नित्यं नैमित्तिकं काम्यं कृत्यं तु त्रिविधं स्मृतं ज्ञानं तथैव लोकेऽस्मिन् मुनिभिः सम्प्रकीर्तितं कृत्याकृत्यविवेकं च परलोकस्य चिन्तनं तत्प्राप्तिसाधनं विष्णोः स्वरूपज्ञानमेव च भक्तियुक्तो भवेद्भक्तो नवधासा प्रकीर्तिता सुदर्शनोर्ध्वपुण्ड्रादि तच्चिह्नैरङ्गनं शुभम् सद्गुरो मन्त्रपठनमर्चनं विधिना हरेः स्मरणं कीर्तनं विष्णो सेवा च परमात्मनः प्रणामस्तस्य पुरदस्तदीयानां च पूजनं प्रसादतीर्थसेवा च भक्तिर्नवविधा स्मृता यस्मात् प्रपद्यते देवं शरणं वैष्णवो हरिम् प्रपत्तिसाधुविज्ञेया त्रिविधा सम्प्रकीर्तिता तामसी राजसी चैव सात्विकी त्रिविधा स्मृता सापि त्रिधा कृता सिद्धिः सामान्या सर्वदेहिनां एतच्चतुष्टयं देवि हेयं संत्यज्य वैष्णवः उपायभूतं ब्रह्मैवमवलम्बेद वैष्णवम् उपाय भावात्संत्यज्य कर्मज्ञानादिकं नरः कुर्वीद भगवत्प्रीत्यै महाभागवतोत्तमः त्रिकालमर्चयद्विष्णुं भक्त्या वै पुरुषोत्तमं नैमित्तिके विशेषेण पूजयेद्विधिना शुभे प्रत्यहं कार्तिके मासि जादीपुष्पैः समर्चयेद् दद्यादखण्डं दीपं च नियतात्मा दृढव्रतः ब्राह्मणान् भोजयित्वान् ते हरि सायुज्यमाप्नुयात् धनुष्युषसि देवेश्यं मासमेकं निरन्तरम् अर्चयेदुत्पलैर्देवि करवीरै सिदासितैः धूपदीपैश्च नैवेद्यैर्यथाशक्रिया निवेदयेद् समाप्तौ भोजयेद्विप्रान् महाभागवतोत्तमान् अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयं तपो मास्युदिदे भानौ स्नात्वा नद्यां विशेषतः अर्चयेन्माधवं पुष्पैरुत्पलैश्च शुभानने पायसं सकृतं दिव्यं भक्र्या तत्र निवेदयेद् स्नात्वा सम्पूजयेद्विष्णुं मासमेकं निरन्तरं शर्कराम्बुयुधं नित्यमुद्यानं विनिवेदयेद् वैष्णवान् पूजयेद्भक्त्या मासान्ते शुभदर्शने मधुमासि तथा नित्यं बकुलैश्चम्पकैरपि पूजयेज्जगदामीशं गुडान्नं च निवेदयेद् मासान्ते वैष्णवान् विप्रान् भोजयेत्सुसमाहितः सहस्रवार्षिकं पूजां प्रतिनित्यमवाप्नुयाद माधवे पूजयेद्देवं शतपत्रैर्महोत्पलैः पूजयित्वा विधानेन दध्यन्नं फलसंयुधं गुडोदकं च भक्त्या वै तस्मिन् देवि निवेदयेद् लक्ष्म्या युक्तो जगन्नाथप्रीदो भवति पार्वती शुक्रेदु शुक्लकमलै पाडलै कुमुदोत्पलैः अर्चयित्वा हृषीकेशमन्नं च्यूतफलैर्युधं निवेदयित्वा भक्त्या वै गवां कोडिप्रदो भवेद् वैष्णवान् भोजयित्वाध सर्वमानन्त्यमाप्नुयाद आषाढे देवदेवेशं लक्ष्मी भर्तारमच्युतम् श्रीपुष्पैरर्चयेन्नित्यं पायसान्नं निवेदयेद् मासान्ते भोजयेद्विप्रान् महाभागवतोत्तमान् षष्टिवर्षसहस्रस्य पूजां प्राप्नोत्यसंशयः नभो मास्यर्चयेद्विष्णुं पुन्नाङ्गै केतकीदलैः अर्चयित्वाच्युतं भक्र्या न भूयो जन्म भाग्भवेद दद्यादपूपान् भक्त्याथ शर्कराकृतमिश्रितान् ब्राह्मणान् भोजये तद्वत् सर्वमानं त्यमाप्नुयाद नभस्येऽप्यर्चयेदीशं कुन्धैकुरबकैरपि क्षीरान्नं गुडसम्मिश्रं भक्त्या तत्र निवेदयेद् गवां कोडिप्रदानस्य प्रत्यहं फलमाप्नुयाद नीलोत्पलैरिषेमासि पूजयेन्मधुसूदनं भक्त्या निवेदयेत्तस्मिन् क्षीरमापूपमिश्रितं कल्पकोटिसहस्राणि कल्पकोटिशतानि च वैष्णवं लोकमाप्नोति मुदितस्वजनैर्वृतः ऊर्जेमासि तथा देवि कोमलैस्तुलसीदलैः पूजयित्वाच्युतं भक्त्या तत्सायुज्यमवाप्नुयात् क्षीराज्यशर्करोपेदमन्नं वै पायसं तथा अपूपं चक्रमेणैव भक्त्या सम्यग् निवेदयेद् अमायां मन्दवारे च वैष्णवर्क्षे तथैव च रविसङ्क्रमे व्यदीपादे ग्रहणं चन्द्र सूर्ययोः विशेषेणार्चयेद्विष्णुं यथा शक्रिया वरानने गुरोरुत्क्रान्तदिवसे जन्मर्क्षेषु तथा हरेः इष्टिं च वैष्णवीं कुर्याच्छक्त्या वै द्विजसत्तमः दद्यात् पुष्पाञ्जलिं तत्र प्रत्यर्चं वेद संमिदं पारणं चापि कुर्वीद चरुणा पायसेन वा वैष्णवान् भोजयेद्विप्राञ्चक्रिया दद्याच्च दक्षिणां कुलकोटिं समुद्धृत्य वैष्णवं पदमवाप्नुयाद् सर्वभेदैरशक्ताश्चेद्यष्टुं भागवतोत्तमं वैष्णवैरनुवाकैर्वा सप्तरात्रं निरन्तरं पुष्पाञ्जलिसहस्रं दुहोमं च प्रत्यहं चरेद प्रीतये वा भगवतः प्रतिश्लोकं यजेद बुधः अथवा मन्त्ररत्नं हि सप्तरात्रं निरन्तरम् अष्टोत्तरसहस्रं तु जुहुयाद्धविषा यजेद विशेषेणार्चयेद्विद्वान्महाभागवतोत्तमान् अन्ते चावभृतं कुर्याद्यथा विभवसारदः वैष्णवैरनुवाकैश्च कुर्यादवभृतं द्विजः अत्र स्नात्वा विधानेन यथाशक्त्या द्विजोत्तमः शुभे पात्रान्तरे रम्ये पादौ प्रक्षाल्य भक्तिदः अर्चयेत् गन्धपुष्पाद्यैर्वस्त्रैराभरणादिभिः ताम्बूलेन फलैर्वापि यथाशक्त्या समर्चयेत् भोजयित्वान्न पानाद्यैः प्रणम्य च पुनः पुनः आसीमान्तमनुव्रज्य नमस्कृत्य विसर्जितं पुनः प्रणम्य भक्त्याद शनैस्तत्र निवर्तितः गृहं प्रविश्य देवेशं पूजयेत् प्रयतात्मवान् एवमभ्यर्चयेद्विष्णुं यावज्जीवमदन्त्रितः तदीयांश्च विशेषेण पूजयेत् सर्वदा शुभे आराधनानां सर्वेषां विष्णोराराधनं परं तस्मात् परतरं देवि तदीयानां समर्चनम् अर्चयित्वापि गोविन्दं तदीयान्नार्चयेत् पुनः न स भागवतो ज्ञेय केवलं दाम्भिकस्मृतः पुमांस्तस्मात् प्रयत्नेन वैष्णवान् पूजयेत् सदा सर्वं तरति दुःखौखं महाभागवदार्चनाद एवमुक्तं मया देवि विष्णोराराधनं परं नित्यनैमित्तिकं चैव तदीयानां च पूजनम् पौरुषं तस्य याथात्म्यं फलसाधनमेव च तस्यावसधदेहं च कर्माद्यपि च दुष्टयं तव प्रोक्तं मया देवि किमन्यत् श्रोतुमिच्छसि इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे विष्णुपूजा विधान वैष्णवाचारकथनं नाम त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॐ